सरस्वती न आरम्भं करोतु करोतु भगिनि करोतु करोतु भगिनि सरस्वती नमस्तुभ्यं वरदे कामरूपिणी विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः नमस्कारः महोदय नमस्कारः भगिनि सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् वर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र सर्वनामशब्दाः इति अस्मिन् विषये गतवर्गे वयं एकं तत्र कथा इति एकं पाठं पठितवन्तः पूर्णतया न किन्तु नूतनमूलविषयः कः इत्युक्ते तत्र अयम् इति तत्र इदं शब्दस्य पुल्लिङ्गरूपाणि अपि तत्र नपुंसकलिङ्गरूपाणि इति मूलविषयः भवति अतः तत्र सर्वनामशब्दाः तत्र वयं सः एषः एतत् सर्वं जानीमः इदानीं नूतनरूपं सः अथवा एषः इति अर्थे तत्र अयम् इति अस्ति अस्तु तर्हि तत्र वयं प्रायशः एकं पुटं यावत् पठितवन्तः इदानीं तत्र द्वितीयपुटे यदस्ति तदपि किञ्चित् पठितवन्तः केवलं तत्र अन्तिमभागः अस्ति इति मन्ये किन्तु केवलं तत्र पुनःस्मरणार्थं तत्र किं किम् आसीत् इति किञ्चित् वदामः तत्र अस्तु वेदा भगिनी नमस्कारः शोभा भगिनी नमस्कारः नमस्ते महोदय नमस्कारः भगिनि अस्तु तर्हि तत्र नरेश महोदय आरम्भं करोति वा तत्र कथायाः तत्र भूमिका का नाम बेक्ग्रौण्ड् किम् अस्ति आं महोदय भूमिका अस्ति महाभारतयुद्धं समाप्तं तत्र भीष्म तत्र युद्धभूमे भूमौ युद्धभूमौ युद्धभूमौ युद्धभूमौ सरसय्यायाम् अस्ति हा सरसय्यां इदानीमपि सः तत्र एव अस्ति हा समीचीनं तत्र पाण्डवाः बान्धवाः तत्र गच्छन्ति भीष्मसमीपे पाण्डवबान्धवाः गच्छन्ति तत्र युधिष्ठिरः वदति एतत् कारणम् अहम् एतस्य कारणम् अहम् अस्मि हा इति सः उक्तवान् समीचीनं महोदय हा तत्र एतत् सर्वं यत्किम् अभवत् तत्र युद्धम् अपि तत्र अनेकानां जनानां तत्र मरणं तत्सर्वं तस्य तेषां कारणम् अहम् इति सः उक्तवान् समीचीनं महोदय धन्यवादः अस्तु इदानीं तत्र अग्रे तत्र शुभ भगिनी तत्र किञ्चित् कथायाः तत्र प्राक् तत्र भीष्मः तत्त्वं वदति किं तत्त्वम् इति किञ्चित् वदति वा भगिनि प्राक् वा महोदय हा कथायाः प्राक् इदानीं कथा नास्ति कथायाः प्राक् नाम भीष्मस्य कथा पाठस्य इदानीं तत्र भूमिका अभवत् भूमिका का इति जानीमः तत्र युधिष्ठिरः भीष्मस्य समीपं गत्वा तत्र सः एव कारणम् इति वदति इदानीं तत्र भीष्मः किं वदति तत्र केवलं तत्त्वं तदनन्तरं सः प्रदर्शयति किन्तु किं तत्त्वं सः वदति इति तत्त्वम् एतदस्ति सर्वं कर्मणा एव भवति न तु वयं कम् अपि दूषितुं न शक्नुमः यद्यपि यत्तपि यत् भवति यद्यद्भवति तत्सर्वं कर्मणा एव तां तां भवन्ति तत्र यद्यत् कर्म कुर्मः तस्य कर्मणः फलं वयमेव अनुभवामः अतः तत्र किमस्ति तत्र फलस्य फलं स्वं तत्र स्वस्य कर्मणः फलं तत्र सर्वे तत्र बान्धवाः यद्यपि ते बान्धवाः युधिष्ठिरस्य बान्धवाः सन्ति किन्तु ते तेषां कर्मणः अथवा अनुभवन्ति अतः एव एतत् सर्वं जातम् अतः तत्र युधिष्ठिरस्य तत्र महत्त्वं दोषः किमपि अथवा तस्य किं भागं नास्ति तत्र उत्तरदायित्वं तत्र तस्य उत्तरदायित्वं नास्ति तस्य उत्तरदायित्वम् अस्मिन् विषये तस्य नास्ति इति सः भीष्मः वदति इदानीं तत्र सान्त्वयति किन्तु सः तत्र यद् प्रयत्नं कृतवान् भीष्मः यत् प्रयत्नं कृतवान् किन्तु तत्र सफलः वा भीष्मः न सफलः नास्ति किमर्थं चेत् तत् श्रुत्वा अपि युधिष्ठिरस्य मनसि शान्तिः न भवति शान्तिः न आगता अतः भीष्मः इदानीम् अग्रे वक्तुम् इच्छति समीचीनं भगिनि अस्तु अस्तु इदानीं धन्यवादः भगिनि अस्तु इदानीं तत्र वयम् इदानीं जानीमः किमर्थं तत्र भीष्मः कथां श्रावितवान् इति या कथा इदानीम् अग्रे परिशीलयामः सा कथा तत्र किमर्थं भीष्मेण उक्ता इति तत्र अथवा श्राविता इति इदानीं पश्यामः अस्तु तस्मिन् विषये तत्र वेदा भगिनी किञ्चित् वदति वा भगिनि तत्र कथा का इति तस्य दर्शनार्थं भीष्मः एकां कथां श्रावितवान् पुरा गौतमी नाम एकः तपस्विनी महिला आसीत् तस्याः एकः पुत्रः अपि आसीत् कदाचित् एकः सर्पः तं पुत्रं दशितवान् इति सत्यं यद् यद् जानाति तम् उपयुज्य वदतु तत्र दशनं कृतवान् सर्पः तं पुत्रं पुत्रस्य दशनं कृतवान् तत्कारणेन बालः अचेतनः अभवत् अर्जुनकः नाम एकः व्याधः तत् दृष्ट्वा झटिति स्नायुपाशेन तं सर्पं बद्ध्वा गौतम्याः समीपम् आनीतम् तत्र तं सर्पम् इति स्थाने तस्य सर्पस्य बन्धनं कृत्वा तस्य सर्पस्य बन्धनं कृत्वा गौतमी महिलायाः समीपम् आगतवान् सर्पम् आनीतवान् सः वदत् व्याधः एवम् उक्तम् उक्तं कर्मपदं भवति एवम् उक्तवान् अयं दुष्टसर्पः तव पुत्रम् अमारयत् एषः दुष्टसर्पः तव पुत्रं मारितवान् अतः अहं एतस्य सर्पस्य दण्डनं कर्तुम् इच्छामि अथवा एतं सर्पं दण्डितुम् इच्छामि. तदेव अहम् अतः केन मार्गेण केन मार्गेण अग्नौ शिपानि अथवा खण्डकर्वाणि किम् इति वद इति पृच्छति खलु इति पृच्छति. अन्येन केन प्रकारेण एवं दण्डयामि इति वदतु. समीचीनम् अस्तु समीचीनं भगिनि धन्यवादः. हा बहु समीचीनम् अस्तु धन्यवादः भगिनि. अस्तु अग्रे इदानीं तत्र इदानीं गौतमी वदति तदनन्तरं किं किं भवति इति पश्यामः. अस्तु तत्र प्रिया भगिनी किञ्चित् प्रयत्नं करोति वा भगिनि अग्रे. नमस्ते महोदय. एतत् गौतमी उक्तवती मम पुत्रः मृतः जातः परन्तु एतस्य कारणं कोऽपि नास्ति इति. तत् श्रुत्वा व्याधः पुनः पुनः गौतमी अङ्गीकृतवान्. क्षम्यतां पुनः भगिनि एकनिमिष तत्र एकवारं तत्र परिच्छेदः लघुपरिच्छेदः अस्ति खलु भगिनि तदा गौतमी अवदत् इति. तद् एकवारं पठित्वा पुनः वदतु भगिनि. ओ अस्तु. गौतमी व्याधः तदा गौतमी अवदत् हे सौम्य, त्यज इमं सर्पं, यतः अस्मिन् सर्पे मारितेऽपि मृतः मम पुत्रः जीवितः न भविष्यति. हा अतः तत्र व्याधः चिन्तितवान् तत्र सर्पं दण्डयामि इति. अपि सः गौतमीं पृच्छति खलु तत्र केन मार्गेण दण्डितुं सा इच्छति इति. इदानीं गौतमी किं वदति? वदति यद्यपि एषः सर्पः मारितः तथापि मम पुत्रः पुनः जीवितः न भविष्यति. ततः कोऽपि लाभः नास्ति एतं सर्पं मारणीय. यदि समीचीनं भगिनि अतः तत्र वयं दृष्टवन्तः तत्र अस्मिन् सर्पे मारिते अपि तत्र अस्मिन् सर्पे मारिते अपि नाम सतिसप्तमी नाम यदि एषः सर्पः मारितः भवति तथापि किं भवति मम पुत्रः जीवितः न भविष्यति अतः कोऽपि यथा भवती उक्तवती तत्र कोऽपि लाभः नास्ति तत्र अतः तत्र कारणमेव नास्ति तत्र किमर्थं सर्पस्य मारणम् इति सा वदति खलु. हा यदि तत्र सर्पस्य मारणं भवति तेन किं तत्र पुत्रस्य जीवनं पुनर्जीवनं भवति वा न इति सा वदति. अतः इति सा चिन्तयति. इदानीं तत्र व्याधः किं करोति अथवा अग्रे किम् अभवत्? एतत् श्रुत्वा व्याधः पुनः पुनः प्रार्थनां कृतवान् गौतमीं, अहं सर्पं मारितुम् इच्छामि यतः सः तस्य पुत्रस्य मरणस्य कारणम् अस्ति इति. हा हा समीचीनं भगिनि. हा परन्तु तस्मिन् समये एतत् सम्भाषणं श्रुत्वा सर्पः उक्तवान् सः उक्तवान् हे व्याध, मम कोऽपि दोषः नास्ति, अहं बालं दशितवान् परन्तु एतस्मिन् मम कोऽपि दोषः नास्ति. यतोहि तत्र प्रेरणा आसीत्. कस्य प्रेरणा आसीत्? मृत्योः प्रेरणा एव आसीत्. हा मृत्योः प्रेरणा आसीत् तया प्रेरणया एव अहम् एतं बालम् अदर्शम् आदर्शत् इति. समीचीनं भगिनि. हा अतः तत्र सर्पः वदति तस्य दोषः नास्ति इति सः वदति. समीचीनं भगिनि. अस्तु धन्यवादः. अस्तु इदानीं तत्र ललिता भगिनि अग्रे तत्र किं भवति? तदा व्याधः अवदत् इति बालस्य दर्शनस्य कारणं तत्र भगिनि तत्र यदि तत्र एकं सप्ताहं जातं खलु अतः तत्र यदि तत्र एकवारं पठित्वा वदति चेत् अपि चिन्ता नास्ति अतः तत्र तदा अस्तु वदामि व्यादा अवदत् तथापि अस्य बालस्य दर्शनं तु त्वया एव कृतम् अतं अहं मृत्युपेण व्याधः अवदत् इति बालस्य दर्शनं तु सर्पः एव परन्तु तस्य मृत्योः प्रेरणा वास्तविकता नो सि इदानीं सर्पः मृत्योः प्रेरणा एव अस्य बालस्य हनेन कर्ता अभवं वास्तविकं कारणं वास्तविकतया कारणं बालस्य मरणं मृत्योः कारणम् एव इति अवदत् तदा मृत्यु तस्मिन् समये तत्र आगतवान् अपि च सः अवदत् तस्य कारणं कोऽपि नास्ति सर्प अपि नास्ति व्याधः अपि नास्ति परन्तु तस्य कारणं काल एव अस्ति कालस्य कारणमेव तत्र मरणं तत्र इदानीं तत्र प्रथमतया तत्र मृत्योः बलात् इति आसीत् तदनन्तरं व्याधः वदति अस्तु तत्र तं मारयामि इति सः वदति तत्र सर्पः पुनः वदति तत्र किं तत्र मृत्योः प्रेरणा एव अहं कृतवान् समीचीनं मृत्युः अपि तत्र आगतवान् मृत्युः अपि तत्र आगतवान् मृत्युः अवदत् इति हि बालस्य मरणं केनापि कारणं न सर्पस्य अथवा न व्याधस्य परन्तु कालस्य एव कारणम् समीचीनं भगिनि तत्र अस्तु समीचीनं तत्र एकः तत्र तदनन्तरं किं भवति तदनन्तरं तदनन्तरं अहं त्वां प्रेरितवान् तस्य विषये एका उपमा ददाति वायु आकाशविषये उपमा ददाति यदा वायुः आकाशे मेघान् प्रेरयति अथवा विकर्षति वा आकर्षति अस्तु अस्तु समीचीनं भगिनि इदानीं तत्र अस्तु तत्र एतत् इदानीं तत्र पुनस्मरणं जातं भूमिकायाः पुनस्मरणमपि तत्र कथायाः आरम्भे किं किम् आसीत् इति अपि तद् समीचीनतया पुनस्मरणं जातम् अस्तु तत्र एकं गतवर्गे न उक्तं तत्र पेज् 49 मध्ये तत्र अधोभागे अन्तिमवाक्यः तत्र तदा व्याधः अवदत् तथापि अस्य बालस्य दर्शनं तु त्वया एव कृतम् अतः त्वं वद्यः एव तत्र वद्यः तत्र भवान् तत्र निश्चयेन करणीयम् इति तत्र वयं जानीमः तत्र कर्तव्यं करणीयम् इति तत्र अनियर् इति प्रत्ययः अस्ति तत्र करणीयं कर्तव्यम् इति अत्र किमस्ति तस्मिन्नेव अर्थे तत्र वद्यः इति स्थाने तत्र तादृशरूपं स्वीकुर्मश्चेत् तत्र किं भवति तत्र वदनीयः इति प्रायशः अस्ति तत्र वद्यनीयः न करणीयः एकनिमिषः तत्र किन्तु तत्र अर्थः समानार्थः तत्र प्रत्ययः भिन्नः किन्तु अर्थः तत्र सर्पस्य मरणम् आवश्यकं करणीयं सर्पस्य मरणं करणीयम् इति अर्थः तत्र. अतः तत्र हा तत्र वद्यः नाम तत्र एतत् कर्तव्यम् एव इति. अतः तत्र अतः तत्र तस्मिन् तत्र तत्र वदनीयः इति एव अस्ति. वदनीयः वदनीयः कर्तव्यः करणीयः तत्र वदनीयः अथवा वदितव्यः अपि तदपि वक्तुं शक्नुमः. तत्र नाम तत्र अर्हति तत्र मरणम् अर्हति एषः सर्पः इति. अस्तु इदानीं तत्र एतावत् समीचीनम् अस्ति. इदानीं तत्र पङ्क्तिशः गच्छामः. तदा मृत्युः एव तत्र उपस्थितः इति ततः पङ्क्तिशः गच्छामः. एतावत् समीचीनम् आसीत्. अस्तु गीताञ्जलि भगिनी नमस्कारः. नमस्कारः भगिनि. नमस्कारः भगिनि. इदानीं तत्र सुजाता भगिनी तत्र अग्रिमे पुटे तत्र एतद् गतवर्गे पठितवन्तः किन्तु पुनः एकवारं तदा मृत्युः एव तत्र उपस्थितः अभवत् इति परिच्छेदं पठति वा भगिनि? आं महोदय. तदा मृत्युः एव तत्र उपस्थितः अभवत्. सः अवदत् हे सर्प नात्र अहं कारणं न वा त्वं कालः अत्र कारणम् अतः तेन प्रेरितः अहं त्वां प्रेरितवान्. यदा वायुः आकाशे स्थितान् मेघान् आकर्षति विकर्षति च तदेव कालः अपि अस्मान् सर्वान् आकर्षति विकर्षति च. तेनैव कालेन जगत् इदं सृज्यते संह्रियते वा. एवं सति यदि अत्र दोषः स्यात् तर्हि सः कालस्यैव न तु मम इति. हा समीचीनं भगिनि. इदानीं तत्र एकमेकं वाक्यं दृष्ट्वा किञ्चित् वदामः भगिनि. तत्र तदा इत्युक्ते तदनन्तरं मृत्युः एव अत्र उपस्थितः अस्ति. नाम सः पुनः पूर्वं नासीत् खलु? तत्र पूर्वं के आसन्? तत्र गौतमी आसीत्, सर्पः आसीत्, व्याधः सर्पः अपि मृतपुत्रः. इदानीम् अपि तदनन्तरं तत्र सर्पः अवदत् तत्र खलु? तत्र सर्पः मनुष्यभाषया तत्र सम्भाषणं कृतवान् सर्पः. इदानीं तत्र मृत्युः इदानीम् आगतः अस्ति. पूर्वं सः नासीत्, इदानीं सः उपस्थितः. सः इदानीं तत्र अस्ति. सः उपस्थितः. उपस्थितः विशेषणमस्ति. मृत्युः उपस्थितः उपस्थितः अभवत्. सर्पः न अवदत् इदानीं. सः नाम मृत्युः. सः वदति इदानीं मृत्युः अवदत्. मृत्युः वदति बालक तत्र नात्र अहं न त्वाम् अत्र अहं न कारणम् अत्र नास्मि नास्मि अहमपि कारणं नास्मि त्वमपि कारणं नासि नासि त्वमपि कालः एव अत्र कारणम् कालः एव अत्र कारणम् अस्ति. समीचीनं. यतः इदानीं तत्र किमर्थम् इति सः वदति. यतः नाम किमर्थम् इति वदति. तेन इत्युक्ते केन? बालस्य न तेन इत्युक्ते तेन प्रेरितः तत्र अतः तत्र तृतीयविभक्ति तेन इत्युक्ते कालः इति पदस्य तृतीयविभक्ति किमस्ति? कालेन तेन कालेन येन कालेन प्रेरितः अहं त्वां प्रेरितवान्, कारणेन एव अहं प्रेरितवान् तत्र अहं यतः कालेन तेन कालेन अहं प्रेरितः नाम अहं तत्र कालः मां प्रेरितवान् कालः मां प्रेरितवान् तदनन्तरम् अहं त्वां प्रेरितवान् समीचीनं वा अतः तत्र यतः तेन कालेन अहं प्रेरितः आसम् तदनन्तरम् अहं त्वां प्रेरितवान् इदानीं यथा मृत्युः उक्तवान् सत्यं भगिनि इदानीं तत्र प्रथमतया तत्र किं सर्पः कारणम् इति चिन्तितवन्तः इदानीं सर्पः न तत्र मृत्युः इति इदानीं चिन्तनम् आसीत् किन्तु मृत्योः आगतः सः वदति अहमपि कारणं नास्मि कालः एव कारणम् इति वदति अतः तत्र कालस्य बलेन मृत्युः प्रेरितः मृत्योः बलेन सर्पः प्रेरितः सर्पः तत्र पुत्रं मारितवान् अथवा अदशत् इदानीं यदा वायुः आकाशे स्थितान् मेघान् आकर्षति विकर्षति च तदेव कालः तद्वदेव कालः अपि अस्मान् सर्वान् आकर्षति विकर्षति च तत्र यथा वायुः तत्र मेघाः तत्र स्वस्य बलेन तत्र इतस्ततः गच्छन्ति वा मेघाः न वायुना ते इतस्ततः गच्छन्ति अतः वायुः तत्र ये मेघाः तत्र आकाशे स्थिताः तान् स्थितान् मेघान् इदानीं कर्मपदम् अस्ति खलु आकर्षति विकर्षति यथा सः वायुः करोति यथा सः वायुः तान् मेघान् आकर्षति विकर्षति तथा एव अथवा तद्वद् एव कालः अस्मान् सर्वान् अस्मान् विकर्षति अस्मान् नाम वयं सर्वे जीवाः जीवान् सर्वान् जीवान् आकर्षति विकर्षति नाम तत्र अस्माकं जननं भवति तदनन्तरं मरणं भवति अतः तत्र अस्माकं तत्र वर्तमानकाले तत्र आनयति तदनन्तरं त्यजति इति अर्थः तत्र कालः आनयति तदनन्तरं त्यजति अतः तत्र आकर्षति विकर्षति कालः यथा वायुः करोति तथैव कालः अपि करोति अतः कालः एव कारणम् इदानीं तत्र अग्रिमवाक्यं तेनैव कालेन जगत् इदं सृज्यते संह्रियते वा एतत् सर्वं जगत् सृष्टिः तत्र जगतः सृष्टिः जगत् इति हलन्तपदं खलु जगत् जगति जगन्ति तत्र षष्ठी अस्ति जगतः सृष्टिः अथवा संहरणं भवति इति समीचीनं भगिनि अतः तत्र केवलं कालः एव कारणं तत्र कालः नास्ति चेत् तत्र जननम् अथवा मरणम् इति तत्र वक्तुमपि न शक्नुमः खलु तत्र कालः अस्ति कालः इति तत्र एकः पदार्थः नास्ति चेत् तत्र सृष्टिः वा संहरणं वा तत्र न वक्तुं शक्नुमः तत्र कालः कारणमस्ति अर्थात् इदानीं तत्र एवं सति यदि अत्र दोषः स्यात् तर्हि सः कालस्यैव न तु मम इति अतः तत्र इदानीं वयं तत्र सर्वे अङ्गीकुर्वन्ति अस्तु सर्पस्य दोषः नास्ति मृत्योः दोषः प्रायशः भवेत् इति किन्तु इदानीं तत्र मृत्युः अपि तत्र वदति अहं मम दोषः नास्ति कालस्य एव कालस्य एव दोषः इति इति समीचीनं भगिनि. तत्र एवं सति, तत्र गतवर्गे तत्र प्रश्नः आसीत् तत्र सति एवं सति इति, तत्र सति सप्तमी प्रयोगः वा इति. तत्र सत्यमेव, तत्र संशयः नास्ति. गतवर्गे मम संशयः आसीत् तत्र कथं वक्तुम्, किन्तु तत्र सति इति तत्र किं शत्रन्तरूपस्य प्रयोगः यदि भवति तदपि समीचीनमेव, तत्र तस्य सप्तमी स्वीकर्तुं शक्नुमः. अत्र तत्र अत्र तु तत्र अस् धातोः शत्रन्तरूपम् अस्ति सन्. सन् इति पदस्य तत्र सत् इति प्रातिपदिकं, सन् इति प्रथमविभक्तिरूपं, तस्य सप्तमी अस्ति सति. अतः तत्र एवं सति नाम एवं तत्र स्थितौ, एवं यदा एवम् आसीत् अथवा एवं स्थि अस्यां स्थित्यां. तत्र यदि कोऽपि दोषः स्यात्, तत्र यदि कोऽपि वक्तुमिच्छति एतस्य एव दोषः इति, तत्र कस्य दोषः इति प्रश्ने सति, प्रश्नः यदि अस्ति तदा तत्र उत्तरं किं भवति, तत्र कालस्य एव दोषः, अन्यस्य कोऽपि दोषः नास्ति. अतः तत्र इदानीं तत्र सर्पस्य दोषः नास्ति, मृत्योः दोषः नास्ति, केवलं कालस्य दोषः एव इति. अस्तु, समीचीनं भगिनि, धन्यवादः. अस्तु, शुभदा भगिनि, नमस्कारः. अस्तु तर्हि तत्र नमस्कारः भगिनि, चिन्ता मास्तु भगिनि, चिन्ता मास्तु. अस्तु, इदानीं तत्र गीताञ्जलि भगिनि अग्रिम वाक्यद्वयम् अपि श्लोकं पठित्वा किञ्चित् वदति वा भगिनि. आं महोदय. तत् श्रुत्वा कालः एव तत्र उपस्थितः अभवत्. नाम इदानीं कालः पूर्वं नासीत्, इदानीं सः अपि आगतवान्, तत्र उपस्थितः अस्ति इदानीं. यदा काल यदो यद्यपि कालः नासीत् किन्तु कालः तु सर्वं श्रुतवती, श्रुतवान् तत्र कालस्य दोषः इति सः श्रुतवान् श्रुत्वा सः आगतवान्, तत्र आगतवान्, तत्रैव आगतवान् अभवत् इति, उपस्थितः अभवत्, उपस्थितः अभवत् अभवत् उपस्थितः इत्युक्ते तत्र तप्रत्ययः तत्र धातु उप इति उपसर्गः, उपसर्ग अस्तु अभवत्. सः अवदत् इत्युक्ते कालः अवदत् व्याध, तस्य बालस्य मरणे न अयं पन्नगः, न एषः मृत्युः, न वा अहं कारणीभूताः. कारणं तु अनेन कृतं कर्म एव. अस्तु, हे व्याध इत्युक्ते यतोहि पूर्वस्मिन् परिच्छेदे मृत्युः कालस्य दोषः सूचितवान्, अधुना कालः हे व्याध इत्युक्ते व्याधम् अवदत्. हे व्याध, तस्य बालस्य मरणे न अयं पन्नगः. पन्नगः इत्युक्ते सर्प. न एषः मृत्युः, मृत्युः अपि नास्ति तत्र तस्य कारणं. तत्र मृत्योः कारणं, मृत्योः दोषः नास्ति, सर्पस्य दोषः नास्ति, अपि च मम दोषः नास्ति. अहमपि कारणीभूतः नाम कारणम्, अहं कारणं नास्मि, कारणं नास्मि वा अहं कारणीभूताः. तत्र तत्र अहं कारणीभूतः नास्मि, मृत्युः अपि कारणीभूतः नास्ति, अपि तत्र सर्पः अपि कारणीभूतः नाम कारणं नास्ति. तत्र तस्य बालस्य मरणे कः कारणं, तत्र किं कारणम् इत्युक्ते वयं न कारणं न स्मः. अतः तत्र कारणं किम् अस्ति? कारणं तु कर्म एव. अनेन, अनेन इत्युक्ते केन? एतेन. एतेन केन इत्युक्ते कः, केन? कर्मेण. एतेन, एतेन इत्युक्ते कः? न न, किन्तु तत्र एतेन कृतम्, अनेन कृतं कर्म एव. तत्र अनेन इत्युक्ते अत्र केन? तत्र हा बालकेन, अनेन बालकेन कृतम्, एतेन बालकेन कृतं कृतं कर्म एव. अथ मूलकारणं किम् अस्ति? मूलकारणं सर्पः न, मृत्युः न, कालः न, केवलं तत्र बालकेन कृतं कर्म एव कारणम्. तत्र महोदय कारणीभूत कीदृशपदं तत्र भूत, तत्र कारणः, कारणं किम् इति, तत्र कारणं, तत्र हा तत्र कारणीभूताः नाम तत्र कारणं किम् अथवा कारणं तत्र कस् हा इत्युक्ते हेतुः. हा हेतुः इति अथवा तत्र यस्मिन् कारणं तत्र हा तत्र कारणता अस्ति इति तादृशार्थे. किन्तु अत्र समासः अस्ति महोदय, कारणीभूताः. सत्यं भगिनि, हा तत्र हा सत्यं भगिनि. भूताः अस्ति, किमर्थं भूतः नास्ति इत्युक्ते तत्र बहुवचने अस्ति नाम तत्र सर्पः मृत्युः न वा इति अस्ति खलु, अतः तत्र समूहः अस्ति. समूहः अस्ति चेत् कारणीभूताः अस्ति, अतः बहुवचने, अतः बहुवचने अस्ति. हा इदानीं तत्र श्लोकः, कारणं तु अनेन कृतं कर्म एव. अस्तु अस्तु, यदनेन कृतं कर्म तेनायं निधनं गतः, विनाशहेतुः कर्मास्य सर्वे कर्मवशा वयम्. तत्र प्रथमवाक्यं यत् अनेन, यत् अनेन कृतं कर्म तेन अयं निधनं गतः इत्युक्ते यस्य न न न तत्र यत् अनेन कृतं कर्म, तत्र यत् कर्म, यत् कर्म कृतं अनेन, अनेन तेन कर्मणा, तेन कर्मणा, तेन कर्मणा, कर्मणा अत्र अत्र नास्ति किन्तु अर्थ कर्मणा इति यदि स्थापयामः समीचीनं भवति. तेन कर्मणा अयम्, अयम् एषः निधनं गतः मृतः. तेन कारणं, तेन कर्मणा, तेन कर्मणा एषः मृतः, एषः अयं निधनं गतः. हा हा, तेन कर्मणा, तेन कारणेन कर्मणा इति कारणं, तेन कर्मणा अयं निधनं गतः. अयं निधनं गतः नाम इत्युक्ते इति मरणं प्राप्तवान्, निधनं गतः, बालकस्य मरणं प्राप्तवान्. हा बालकः मरणं प्राप्तवान्. विनाशहेतुः गतः, विनाशहेतुः कर्मस्य सर्वे इत्युक्ते सर्वं सर्वम् एकवारं पठतु. विनाशहेतुः कर्मः, कर्मस्य सर्वे कर्मवशा वयम्. हा तत्र वयं सर्वे, सर्वे कर्मवशाः, कर्मवशाः इति एकं एकं भागं. वयं सर्वे कर्मवशाः, कर्मवशाः. हा तस्मात् प्राक् किम् अस्ति तत्र? विनाशहेतुः कर्म अस्य, अस्य कर्म एव, कर्म एव विनाशहेतुः. विनाशहेतु नाम बालकस्य विनाशः अभवत्, तस्य कारणं हेतुः, तस्य कारणं किं, तत्र कर्म एव कारणं, तस्य कर्म एव तस्य मरणस्य कारणम् इति. न तु बालकस्य मरणं, किन्तु वयम् इदानीं तत्र तत्र प्रथमतया बालकस्य उदाहरणं, बालकस्य उदाहरणं, तदनन्तरम् एतत् केवलं तत्र केवलं बालकम् इति, केवलं बालकस्य इति तत्त्वं नास्ति, तत्र सर्वेषां तत्र स्थितिः सा एव अस्ति. अतः तत्र वयं सर्वे कर्मवशाः भवन्ति, वयं भवामः अथवा स्मः, भवामः, वयं सर्वे कर्मवशा भवामः, भवामः इति, हा इति अस्ति, समीचीनं. हा अस्तु, तत्र तदनन्तरं तत्र छाया तपौ इति तत्र पठामि वा? अस्तु अस्तु, तत्र शुभदा भगिनी अग्रे पठति वा भगिनि? धन्यवादः भगिनि गीताञ्जलि भगिनि. हा आं महोदय, एकनिमिषम्. अस्तु, छाया तपौ इव कर्म कर्ता च नित्यसम्बद्धौ, नित्यसम्बद्धौ भवतः. छाया अपि आतपः, आतपः इत्युक्ते सूर्यस्य उष्णता इति. छाया अपि च आतपः इव कर्म अपि च कर्ता च नित्यसम्बद्धौ भवतः. येन रीत्या छाया अपि आतपः इत्येतेष् इत्ययोः मध्ये यः सम्बन्धः, तत्र नित्यसम्बन्धः अस्ति, नित्यसम्बन्धः अस्ति, तेन रीत्या एव कर्म अपि च कर्ता एतयोः मध्ये नित्यसम्बन्धः अस्ति. तया रीत्या अत्रापि नित्यसम्बन्धः, कर्म अपि कर्ता तत्र द्वयं तयोः मध्ये अपि नित्यसम्बन्धः अस्ति. समीचीनं भगिनि. हा तत्र एकः प्रसिद्धः श्लोकः अस्ति, तत्र एतं श्लोकं जानन्ति इति मन्ये, तत्र एकवारं वदामि. तत्र यथा धेनुसहस्रेषु वत्सो विन्दति मातरं, तथा पूर्वकृतं कर्म कर्तारम् अनुगच्छति इति. कोऽपि स्मरति वा एतत्? अस्तु अस्तु, तत्र अस्तु, तत्र चाट् मध्ये अहं प्रेषयामि एतत्. हा तत्र चाट् मध्ये अस्ति इदानीं, तत्र पश्यन्तु, एतत् महाभारते अस्ति. हा आम् आम्, एतदेव अहं. समीचीनं भगिनि. हा वदतु भगिनि. हा तदेव. हा अस्तु, तत्र अस्मिन् श्लोके एतत् तत्र भूमिका, अस्याः कथायाः भूमिका का आसीत्? तत्र महाभारतयुद्धे भीष्मः उक्तवान् इति खलु, युधिष्ठिरं प्रति उक्तवान् खलु, अतः तत्र भीष्मस्यैव तत्र तत्र भीष्मपर्व इति एव अस्ति इति चिन्तयामि. तत्र एषः श्लोकः अस्ति, तत्र यथा धेनुः सहस्रेषु वत्सो विन्दति मातरं, तत्र सहस्रशः तत्र धेनवः सन्ति, किन्तु वत्सः नाम धेनोः अपत्यं, वत्सः अस्ति, वत्सः मातरं विन्दति, अनेकाः धेनवः सन्ति, किन्तु वत्सः जानाति मातरं, माता का इति. यथा वत्सः जानाति तथैव वयं तत्र जनाः जीवाः अनेकाः स्मः वयं खलु लोके, किन्तु अस्मत्कृतं कर्म जानाति, वयं कुत्र स्मः अपि तत्र अनुगच्छति, कर्तारम् अनुगच्छति, तथा पूर्वं कृतं कर्म कर्तारम् अनुगच्छति इति. अत्र एषः एव तत्र श्लोकः समीचीनम् इति मन्ये. तत्र अस्तु, तत्र अग्रे शुभदा भगिनी. आं महोदय, तत्र अनुगच्छति अपि च तत्र सेपरेशन् एव नास्ति. सत्यं सत्यं सत्यं, हा सत्यं, हा तत्र समीचीनं, हा तत्र नित्यसम्बन्धः अस्ति, समीचीनं. अपि च छायावत् सर्वदा अस्ति एव. सत्यं, हा अतः तत्र अपि एषः श्लोकः भगवद् तत्र महाभारते एव अस्ति, अतः समीचीनम् इति चिन्तितवान्. आं महोदय, हा अपि एषः श्लोकः तत्र पञ्चतन्त्रे अपि अस्ति इति श्रुतवान् तत्र, किन्तु कुत्र अस्ति पञ्चतन्त्रे इति न जानामि, किन्तु तत्र हा प्रसिद्धश्लोकः अस्ति एषः. अस्तु, समीचीनं भगिनि. अस्तु, शुभदा भगिनि अग्रे. आं महोदय, अपि च सर्वम् एतत् श्रुत्वा गौतमी अवदत्, मम पुत्रस्य मरणकारणम् एषु न कोऽपि अस्ति. मम पुत्रः स्वीयकर्मणां फलेन मृत्युं प्राप्तवान् अस्ति. पूर्वं परिच्छेदं पठित्वा वदतु भगिनि. ममापि तादृशकर्म एव स्यात् येन एतस्य मृत्युः समभवत्, अतः कालः मृत्युः च स्वस्थानं गच्छताम्, त्वमपि सर्पम् एतं परित्यज इति. एतत् सर्व भगिनि सम्यक्तया न श्रूयते भगिनि. अधुना श्रूयते वा महोदय? अधुना श्रूयते भगिनि, हा अधुना श्रूयते. एतत् सर्वं सम्भाषणं, सर्वम् एतत् इत्युक्ते एतत् इत्युक्ते एतत् सम्भाषणं श्रुत्वा गौतमी अवदत्, गौतमी उक्तवती, मम पुत्रस्य मरणकारणम् एषु न कोऽपि अस्ति. एते सर्वे अत्र ये उपस्थिताः सन्ति, ये उपस्थिताः सन्ति, तेषु कोऽपि मम पुत्रस्य मरणस्य कारणं नास्ति. हा नाम तत्र मृत्युः अस्ति, सर्पः अस्ति, कालः अस्ति, किन्तु तत्र कर्म तु तत्र न उपस्थितं खलु, अतः तत्र नास्ति. मम पुत्रः स्वीयकर्मणां फलेन मृत्युं प्राप्तवान् अस्ति. स्वीयकर्मणाम् इत्युक्ते स्वस्य कर्मणाम् इति षष्टि, तत्र कर्मणां स्वीयकर्मणां स्वस्य कर्मणां फलेन. एतत् यः कोऽपि फलम् आसीत्, मृत्युः इति तस्य फलम् आसीत्, अतः सः मृत्युं प्राप्तवान् अस्ति. सः मृत्युं प्राप्तवान् इति, अतः तत्र स्वस्य कर्म एव कारणम् अत्र कारणम्. ममापि तादृशकर्म एव स्यात् येन एतस्य मृत्युः समभवत्. मम कर्म अपि तादृशम् एव भवितुम् अर्हति येन कारणेन एतस्य मृत्युः अत्र मृत्योः समभवत्. तत्र सम्भवति लट्लकारे सम्भवति, अत्र सम् अभवत् इति, हा सम् भवति तत्र, सम् अभवत्, सम् अभवत् तत्र, तद् अभवत् तत्र. मम अपि तत्र केवलं तत्र पुत्रस्य एव कर्म इति न, पुत्रः मृतः किन्तु अहम् एतस्य मरणं दृष्टवती खलु इति सा चिन्तयति, अतः तत्र एतत् दृश्यम् अहं किमर्थं तत्र एतत् किमर्थं पश्यामि नाम मम अपि तत्र किमपि कर्म स्यात् येन कर्मणा तत्र अहमपि तत् एतत् सर्वं पश्यन्ती अस्मि इति. अतः कालः मृत्युः च स्वस्थानं गच्छताम्. सा वदति कालः मृत्युः द्वौ अपि स्वस्थानं गच्छताम् इति. गच्छताम् इति लकारः कः? लोट्लकारे. प्रथमपुरुषः द्वितीय द्विवचने कालः मृत्युः च स्थानं गच्छताम् त्वमपि सर्पम् एतं परित्यज इति व्याधः हे व्याध त्वमपि एतं सर्पं परित्यज इति हा समीचीनं तत्र परित्यज तदपि लोट्लकारत्वं परित्यज इति हा तत्र अतः तत्र सर्पस्य दोषः नास्ति अतः तत्र सर्पं त्यजतु तत्र हा तस्य मारणं तस्य सर्पस्य मारणं न आवश्यकम् इति हा समीचीनम् अस्तु धन्यवादः भगिनी अस्तु तत्र अत्र एतावत् सर्वे उक्तवन्तः इति मन्ये खलु इदानीं तत्र अग्रे गच्छामः तर्हि तत्र नरीश् महोदय अग्रे अग्रिमपरिच्छेदं पठित्वा किञ्चित् वदति वा महोदय आं महोदय एतां कथां श्रावयित्वा भीष्मः अकथयत् राजन् सर्वे अपि स्वकर्मणां फलं प्राप्नुवन्ति इति ज्ञानेन गौतम्याः शोकः परिसमाप्तः भीष्म कथां श्रावितवान् तदा अवदत् युधिष्ठिरम् अवदत् सर्वे अपि स्वकर्मणां फलं प्राप्नुवन्ति सर्वे कर्मणं कृतवन्तः तस्य फलम् अपि प्राप्नुवन्ति तत्र यद्यत् कर्म कुर्मः तस्य कर्मणः फलं वयमेव प्राप्नुमः अपि तत्र कर्मणः फलं न प्राप्नुमः इति तत्र कदापि न सम्भवति कर्मणः फलं प्राप्नुवन्ति सर्वे अपि तत्र इति हा इति ज्ञानम् इति ज्ञानम् अस्ति तत् ज्ञानं गौतमी प्राप्तवती तथा तस्याः शोकः समाप्तः हा शोकः अपगतः तत्र इदानीं तत्र शोकः नास्ति शोकः पूर्वम् आसीत् किन्तु इदानीं तस्याः शोकः इदानीं नास्ति परिसमाप्तः अथवा अपगतः अत्र नास्ति हा अत्रापि तथैव हा इदानीं तत्र अत्र इत्युक्ते तत्र महाभारतयुद्धे अभवत् सा एव स्थितिः अस्ति त्वया दुर्योधनेन वा न किमपि अपराधम् त्वया अपराधं नास्ति दुर्योधनस्य अपराधम् अपि नास्ति हा तत्र दुर्योधनेन अपि अपराधं न कृतम् अस्ति अपि त्वयापि किमपि अपराधं न कृतम् अस्ति सर्वेपि इमे स्वकर्मणः फलम् अनुभवन्ति हा तत्र इमे नाम तत्र बान्धवाः तत्र ये जनाः मृताः आसन् येषां शरीराणि तत्र युधिष्ठिरः दृष्टवान् तत्र ते इमे सर्वे अपि स्वकर्मणः फलं स्वकर्मणः तस्य फलम् अस्ति हा अनुभवन्ति अतः एव एतत् सर्वं जातम् अहमपि अनुभवामि हा अहमपि मम कर्मणः फलम् अनुभवामि सर्वे कर्मवशाः वयं हा वयं सर्वे कर्मवशाः हा नाम तत्र कर्मस्य वशे वयं तत्र कर्मणः वशे वयं सर्वे स्मः अतः शोकं मा कुरु हा अतः शोकं मा कुरु कुरु इति तत्र लकारः कः कुरु इति लोट् लकार हा कुरु मा कुरु त्वं मा कुरु शोकं मा कुरु इति इति स भीष्मः वदति युधिष्ठिरम् अवदत् भीष्मस्य वचनैः युधिष्ठिरः समाहितः अभवत् तैः वचनैः तैः वचनैः श्रुत्वा युधिष्ठिरः सन्तुष्टः अभवत् हा समीचीनं महोदय अपि तत्र तैः इति वचनैः इति स्थाने तत्र यदि तत्र इदं शब्दस्य तृतीयाविभक्ति बहुवचनरूपं स्थापितुम् इच्छामः एभिः वचनैः एभिः वचनैः युधिष्ठिरः सन्तुष्टः अभवत् अथवा समाधानं प्राप्तवान् इति धन्यवादः महोदय बहु समीचीनं हा अस्तु इदानीं तत्र प्रश्नः अस्ति वा प्रश्नाः सन्ति वा अस्मिन् कथायाः विषये अस्तु तत्र सर्वे अवगतवन्तः इति मन्ये अत्र मूलविषयः तु अस्यां कथायां मूलविषयः अस्ति तत्र इदं शब्दस्य पुल्लिङ्गरूपं तत्र अयम् इमे अयम् इमौ इमे इति हा तत्र अयम् इति शब्दः तत्र प्रसिद्धः शब्दः एव किन्तु सः अपि एषः तत्र अपि प्रसिद्धः तद् सर्वदा सः एषः इति एव तत्र प्रयोगः भवति किन्तु अयम् अपि तत्र प्रयोगः तत्र दृश्यते तत्र इदानीं तत्र अग्रे तत्र अयम् इति शब्दस्य रूपाणि पश्यामः तत्र इदं शब्दस्य पुल्लिङ्गरूपाणि पश्यामः किन्तु तस्मात् प्राक् तत्र अयम् इति कुत्र भवति इति एकम् उदाहरणं पश्यामः तत्र सर्वे जानन्ति इति मन्ये तत्र महावाक्यानि इति सन्ति खलु महावाक्यानि कानि इति कोऽपि अथवा कापि वदति वा तत्र तत्त्वमसि महोदय तत्त्वमसि हा तत्त्वमसि इति एकं समीचीनं भगिनि हा अपि च अन्यत् सत्यं वद धर्मं चर न न तद् तद् समीचीनं वाक्यमेव अस्ति किन्तु तत्र महावाक्यम् इति वदामः तत्र येन तत्र ब्रह्मणः ज्ञानम् उदेति इति तत्र तत्र किं तत्र प्रति एक एकस्य वेदस्य तत्र एकं वेद तत्र महावाक्यम् अस्ति इति तत्र तादृश अस्ति तत्र किन्तु अतः तत्र वाक्यं तत्र चत्वारि वाक्यानि सन्ति तत्र किन्तु तत्र एतावत् किं वाक्यद्वयम् उक्तम् इति खलु तत्र तत्त्वम् अस्ति इति एकम् अहं ब्रह्मास्मि इति द्वितीयम् अन्यत् अन्यत् एकं वाक्यं कोऽपि वदति वा अथवा कापि वदति वा खल्विदं ब्रह्म इति अस्ति वा गूगल् मध्ये दृष्टवती समीचीनमेव भगिनि लिखितमस्ति तत्र लिखितमस्ति प्रज्ञानं ब्रह्म अहं ब्रह्म अस्मि तत्त्वमस्ति अयम् आत्मा ब्रह्म इति समीचीनं भगिनि अतः तत्र अयम् आत्मा इति अतः तत्र अयमपि शब्दः प्रसिद्धः अपि तत्र एकः विषयः अस्ति तत्र एकः अंशः अस्ति तत्र वक्तव्यः विषयः तत्र यदि तत्र महावाक्यस्य तत्र रूपं परिशील्यामः अथवा तस्मिन् विषये किञ्चित् चिन्तनं कुर्मः तत्र ब्रह्म इति तत्र अहं ब्रह्मास्मि उत्तमपुरुषः तत् त्वम् असि मध्यमपुरुषः अयम् आत्मा प्रथमपुरुषः अतः तत्र पुरुषभेदः तत्र त्रिषु पुरुषेषु वाक्यानि सन्ति तेन किम् अवगच्छामः तत्र अन्ते बहिः अपि यद् यं वयं पश्यामः तत्र सर्वं ब्रह्ममयम् इति अतः तत्र प्रथमपुरुषे मध्यमपुरुषे उत्तमपुरुषे सर्वेषु पुरुषेषु तत्र महावाक्यम् अस्ति अत्र अयम् आत्मा इति समीचीनम् अस्तु इदानीम् अग्रे सरामः इदानीं तत्र इदं शब्दस्य रूपाणि पश्यामः अपि तत्र सः तौ ते इति तत्र तादृशमेव अस्ति बहु सुलभम् अस्ति अत्र क्लेशः न भवति इति मन्ये अस्तु तर्हि इदानीं तत्र ललिता भगिनी अग्रे पठति वा भगिनि पठामि एतानि वाक्यानि सावधानतया उच्चैः पठत इदम् एकं गुरुकुलम् अस्ति अयम् आचार्यः अस्ति इमम् आचार्यं शिष्याः प्रणमन्ति अनेन आचार्येण सह शास्त्रचर्चां कुर्वन्ति अस्मै आचार्याय फलानि यच्छन्ति अस्मात् आचार्यात् विविधविद्या प्राप्नुवन्ति विविधविद्याः प्राप्नुवन्ति अस्य आचार्यस्य नाम विश्वविख्यातम् अस्ति अस्मिन् आचार्ये बहवः सद्गुणाः सन्ति समीचीनं तत्र प्रथमवाक्ये इदम् एकं गुरुकुलम् अस्ति तत्र इदम् इति शब्दः अस्ति तत्र लिङ्गं किं द्वितीया विभक्ति अस्ति किमर्थम् इदम् एकं गुरुकुलम् अस्ति अस्ति इति अस्ति इत्युक्ते अकर्मकपदम् अस्ति अकर्मकधातुः खलु अस् धातुः अस्ति अकर्मकः अतः तत्र द्वितीयविभक्तिरूपं न एकं गुरुकुलम् अतः तत्र इदम् इति तत्र नपुंसकलिङ्गरूपम् अस्ति इदम् इमे इमानि अग्रिमे पुटे पश्यतु तत्र इदम् इमे इमानि इदम् इमे इमानि तदनन्तरं सर्वं पुल्लिङ्गवत् अतः तत्र इदम् इति शब्दः इदम् इमे इमानि तत्र इदं पुष्पं तदनन्तरं द्विवचने बहुवचने वदतु इदं पुष्पं इमे पुष्पे इमानि पुष्पाणि इति समीचीनं भगिनि हा अस्तु अग्रे अयम् आचार्यः अयम् आचार्यः इमौ आचार्यौ स्तः अयम् आचार्यः अस्ति इमौ आचार्यौ स्तः इमे आचार्याः सन्ति इमे आचार्याः सन्ति समीचीनम् अस्तु अग्रिमम् अग्रिमम् इमम् आचार्यं शिष्याः प्रणमन्ति इमौ आचार्यौ शिष्याः प्रणमन्ति इमान् आचार्यान् शिष्याः प्रणमन्ति हा इति समीचीनं भगिनि हा समीचीनम् उत्तमम् अस्तु अस्तु तर्हि अग्रे अग्रिममपि पठतु भगिनि अनेन इति अनेन आचार्येण सह शास्त्रचर्चां कुर्वन्ति तत्र कर्तृपदं किम् अस्ति अनेन आचार्येण कर्तृपदम् आचार्य न शास्त्रचर्चां कुर्वन्ति अनेन किन्तु कर्तृपदं तृतीया विभक्ति अस्ति सत्यम् अनेन आचार्येण सह शास्त्रचर्चां कुर्वन्ति शिष्याः प्रायशः शिष्याः आचार्येण शास्त्रचर्चां कुर्वन्ति समीचीनं हा शिष्याः कुर्वन्ति किं कुर्वन्ति शास्त्रचर्चां कुर्वन्ति केन सह इत्युक्ते अनेन आचार्येण सह इति समीचीनं भगिनि हा धन्यवादः अस्तु समीचीनं भगिनि अस्तु अग्रे तत्र प्रिया भगिनी अग्रे पठति वा भगिनि अग्रिमं वाक्यम् अस्मै आचार्याय फलानि भगिनी सम्यक्तया न श्रूयते अस्मै आचार्याय फलानि यच्छन्ति अस्मै चतुर्थी विभक्ति अस्मै आभ्याम् एभ्यः इति तत्र के यच्छन्ति न दत्तं खलु के यच्छन्ति इति कर्तृपदं न तत्र शिष्याः यच्छन्ति इति चिन्तयामः शिष्याः अस्मै आचार्याय फलानि यच्छन्ति अग्रे अग्रे अस्मात् आचार्यात् विविधविद्याः प्राप्नुवन्ति तत्र प्राप्नुवन्ति इति क्रियापदं कर्तृपदं किम् अस्ति कर्तृपदमपि शिष्याः इति चिन्तयामः अस्तु इदानीं तत्र शिष्याः प्राप्नुवन्ति तत्र किं प्राप्नुवन्ति विविधविद्याः प्राप्नुवन्ति अतः तत्र विविधविद्याः इति पदस्य विभक्ति का स्त्रीलिङ्ग द्वितीयविभक्ति बहुवचनरूपम् समीचीनं लता लते लताः लतां लते लताः इति विद्याः विविधविद्याः इति कर्मपदं कस्मात् प्राप्नुवन्ति अस्मात् आचार्यात् प्राप्नुवन्ति समीचीनं अग्रे अग्रे अस्य आचार्यस्य नाम विश्वविख्यातम् अस्ति अत्र अत्र नाम इति पदं कर्ता इति अस्ति कर्तृपदम् अस्ति अपि विश्वविख्यातं किम् अस्ति तस्य विशेषणमस्ति विशेषणं नाम कीदृशं नाम विश्वविख्यातं नाम इति समीचीनं अग्रे अग्रे अस्मिन् आचार्ये बहवः सद्गुणाः सन्ति अत्र बहवः सद्गुणाः इति कर्तृपदमस्ति कस्मिन् अस्ति एतत् सर्वम् अस्मिन् आचार्ये बहवः सद्गुणाः सन्ति इति समीचीनं भगिनि तत्र एषः अस्ति तत्र सः अस्ति चेत् सः पदस्य तत्र सप्तमीभक्तिरूपं किम् अस्ति तस्मिन् एषः अस्ति चेत् एषः अस्ति एतस्मिन् एतस्मिन् तत्र एतस्मिन् तस्मिन् अत्र एतस्मिन् अस्ति तदनन्तरम् ए इति त्यजामः केवलं तस्मिन् इति भवति तदनन्तरम् अत्र किम् अस्ति त अपि त्यजामः अस्मिन् इति अस्ति अतः एतत् रूपं सुलभं खलु अस्तु समीचीनं भगिनि अग्रे तत्र कोष्टकम् अस्ति तत्र प्रथम अपि द्वितीयविभक्तिरूपाणि एकवारं पठति वा भगिनि अस्तु इदं शब्दः पुल्लिङ्गरूपाणि अयम् इमौ इमे इमम् इमौ इमान् इमान् इति इदानीं तत्र तत्र अयं देवः इति एकवारं वदति वा तत्र केवलं प्रथमद्वितीयविभक्तिरूपाणि अस्तु अयं देवः इमौ देवौ इमे देवाः इमं देवम् इमौ देवौ इमान् देवान् इति समीचीनं भगिनि धन्यवादः अस्तु अग्रे अग्रे तत्र सुजाता भगिनी तत्र अग्रे तत्र विभक्तिद्वयं करोति वा भगिनि आम् महोदय अनेन आभ्याम् एभिः अनेन इदानीं तत्र अनेन आभ्याम् एभिः तदनन्तरम् अस्मै आभ्याम् एभ्यः इदानीं तत्र देवः इति स्थापयतु तत्र अनेन अनेन देवेन तदनन्तरं अनेन देवेन आभ्यां देवाभ्यां एभिः देवेभिः न देवैः देवैः अस्मै देवै देवेभ्यः समीचीनं देवेभ्यः एव समीचीनं अस्तु समीचीनं भगिनि अग्रे तत्र शोभा भगिनि तत्र इदानीं तत्र पञ्चमी षष्टि सप्तमी करोति वा भगिनि तत्र आम् महोदय अस्मात् आभ्याम् एभ्यः इति अस्मात् देवात् आभ्यां देवाभ्याम् एभ्यः देवेभ्यः अस्य अनयोः एषाम् अस्य देवस्य अनयोः देवयोः तत्र एनयोः अपि अस्ति एनयोः देवयोः एषां देवानाम् अस्मिन् अस्मिन् रामस्मिन् इति एव देवस्मिन् न न अस्मिन् देवे अस्मिन् देवे खलु अस्मिन् देवे देवे अस्मिन् देवे अनयोः देवयोः एनयोः देवयोः एषु देवेषु एषु देवेषु समीचीनं भगिनि हा अस्तु अग्रे तत्र वेदा भगिनि अग्रे तत्र इदं शब्दस्य एव इदानीं तत्र अयं कविः इति तत्र प्रथमा द्वितीया वदति वा भगिनि वेदा भगिनि किं किं महोदय अयं कविः अयं कविः इति अयम् इमौ इमे इमम् इमौ इदम् इमे इमानि नपुंसकलिङ्गरूपं कविः अस्ति चेत् किं भवति तत्र इदं कविः इति वदामः वा न अयं कविः इति एव खलु अतः तत्र केवलं प्रथमा अपि द्वितीया सर्वेषु वचनेषु परन्तु कविः अयं कविः इति अयं कविः इति पदस्य अयं कविः इमौ कविः हरिः हरि हरिः हरि अथवा हरिः एव करोतु यदि यदि हरिः शब्दस्य रूपाणि मनसि सन्ति चेत् अयं हरिः इति एव वदतु हा हरिः हरिः हरयः अयं हरिः इमौ हरिः इमे हरयः इमं हरिम् इमौ हरिः इमान् हरीन् हरीन् समीचीनं भगिनि हा समीचीनम् अस्तु अग्रे गीताञ्जलि भगिनि तत्र तृतीया अपि चतुर्थी वदति वा अनेन हरिणा आभ्यां हरिभ्यां एभिः हरिभिः अस्मै हरये आभ्यां हरिभ्यां एभ्यः हरिभ्यः हरिभ्यः समीचीनं भगिनि हा अस्तु समीचीनम् अग्रे तत्र शुभदा भगिनि इदानीं तत्र पञ्चमी षष्टि सप्तमी हा हरिशब्दः वा हरिः अथवा कविः हा यत् यत् मनसि स्थापितमस्ति हा किन्तु इकारान्त हा अस्तु पञ्चमी विभक्तिः अस्मात् आभ्याम् एभ्यः अस्मात् हरेः आभ्यां हरिभ्याम् एभ्यः हरिभ्यः षष्ठीविभक्तिः अस्य अनयोः एषाम् अत्र अस्य हरेः अनयोः अनयोः हर्योः एषां हरीणां सप्तमी विभक्तिः अस्मिन् अनयोः एषु अस्मिन् अस्मिन् हरौ अनयोः हरौ हर्योः हर्योः हर्योः एषु हरिषु एषु हरिषु समीचीनं भगिनि हा धन्यवादः अस्तु इदानीं तत्र मनसि स्थापितम् इति मन्ये अथवा स्थापितानि इति मन्ये तत्र पुल्लिङ्गरूपाणि अपि तत्र नपुंसकलिङ्गरूपाणि तत्र नपुंसकलिङ्गरूपाणि तत्र केवलं प्रथमा विभक्ति एव तत्र भिन्नम् अस्ति नाम अयम् इमौ इमे स्थाने तत्र इदम् इमे इमानि इति तत्ते तानि तादृशं तत्र इदम् इमे इमानि इति अस्तु इदानीं तत्र अग्रे सरामः तत्र एतावत् सर्वे उक्तवन्तः इति मन्ये अस्तु हा इदानीं तत्र हा ललिता भगिनि तत्र अग्रे तत्र अवधेयम् इति अस्ति तत् पठति वा भगिनि अधोभागे पठामि महोदय सर्व अन्य तद् एतद् यद् इदं किम् अस्मद् युष्मद् भवत् इत्यादयः शब्दाः सर्वनामशब्दाः इति उच्यन्ते. सर्वनामशब्दाः विशेषणानि भवन्ति. एतेषु बहूनां विभक्तिरूपाणि, तेषां प्रयोगं च गीतासोपानस्य प्रथमभागे भवन्तः ज्ञातवन्तः. अस्मिन् पाठे विशेषतया इदं शब्दस्य प्रयोगः कृतः अस्ति. किं किम् अवगच्छति तत्र, किञ्चित् वदतु भगिनि. अनेका सर्वनामशब्दा शब्दस्य प्रयोगम् अत्र दत्तमस्ति. सर्वनामशब्दाः के? सर्वनामशब्दाः सर्व, अन्य, तदेतद् इति, किम्, अस्मद्, युष्मद्, भवत् इत्यादयः शब्दाः सर्वनामशब्दाः अस्ति सन्ति. ते विशेषणानि अपि विशेषणानि भवन्ति तत्र. ते शब्दाः अस्य विभक्ति अस्ति, विभक्ति अपि अस्ति. तेषां प्रयोगसमये विभक्तीनाम् अपि वचनम् अपि विभक्ति दृष्ट्वा, विभक्तिं वचनं दृष्ट्वा सम्यक् रूपं स्थापनीयं खलु. अतः एव तत्र देवः अस्ति चेत् तत्र अनेन इति एव रूपं साधु. तत्र देवेन अस्ति चेत् अनेन देवेन, अथवा देवैः अस्ति चेत् एभिः देवैः इति एव इति वक्तव्यम्. अतः तत्र यतोहि विशेषणम् अस्ति विशेषतया इदं शब्दस्य. अस्मिन् तत्र तत्र सर्व, अन्यतद्, एतद्, यद्, इदं, तत्र इदं पूर्वं न दृष्टवन्तः, किन्तु किम्, अस्मद्, युष्मद्, भवत्, एतत् सर्वं पूर्वमेव तत्र प्रथमभागे एव दृष्टवन्तः वयं. किन्तु अस्मिन् अथवा अस्मिन् नाम इदं शब्द, इदं शब्दस्य सप्तमी एतस्मिन् पाठे, एतस्मिन् पाठे अथवा अस्मिन् पाठे विशेषतया इदं शब्दस्य प्रयोगः कृतः अस्ति. तत्र सर्वनामशब्दः शब्दाः अपि तत्र साधारणशब्दाः ये सन्ति तयोः मध्ये तत्र भेदः कुत्र वर्तते इति कोऽपि वदति वा? तत्र न सत्यं, किन्तु विभक्तिरूपाणि दृष्ट्वा यदि कोऽपि वदति एतानि विभक्तिरूपाणि सन्ति इति, तदनन्तरं पृच्छति तत्र एतत् सर्वनामपदं वा अथवा साधारणनामपदं वा इति, तत्र कस्य दर्शनेन अथवा कस्य परिशीलनेन तत्र भेदः कुत्र वर्तते इति? भेदः तत्र अस्य, अस्य रामस्य, तादृशं सर्वम् अस्ति. समीपे अस्ति तत्र प्रश्नः तत्र प्रश्नः अवगच्छन्ति वा सर्वे? तत्र कोऽपि तत्र यदि तत्र कोष्टकं पश्यामः, तत्र विभक्तिरूपाणि पश्यामः, पदं सर्वनामपदं वा अथवा साधारणनामपदं वा इति न जानीमः. किन्तु यदि तत्र निर्णेतुम् इच्छामः तत्र सर्वनामपदं वा साधारणनामपदं वा, तत्र भेदः ज्ञातव्यः खलु. तत्र चतुर्थी विभक्ति, सप्तमी विभक्ति, एकवचने. समीचीनम्, अस्तु. चतुर्थी विभक्ति अस्तु, वक्तुं शक्नुमः. समीचीनं भगिनि. अतः तत्र तादृशभेदः कुत्र कुत्र वर्तते इति द्रष्टव्यः. अपि तत्र तत्र सः इति पदस्य तत्र षष्ठी बहुवचनं किम् अस्ति? सः इति पदस्य षष्ठी बहुवचनं षष्टिबहुवचनं तेषां, एतेषां, येषां, तेषां, तेषाम् इति अस्ति. तत्र शकारः, तत्र मूर्धन्यशकारः कुत्रापि तत्र साधारणनामपदेषु वर्तते वा? तत्र रामाणां, हरीणाम् इति एव भवति खलु. लतानाम् इति एव भवति, न तु तत्र कुत्रापि शकारः न वर्तते. अतः तत्र एतेषां तत्र तद् तत् प्रायशः एकः अपि भेदः इति वक्तुं शक्नुमः. अस्तु, समीचीनम्. अस्तु, इदानीम् अग्रे सरामः. तत्र अग्रे नरेश महोदय अग्रे पठति वा. अपि च तत्र महोदय अन्यत् सः तौ ते इति नामपदं नामपदानां कृते न भवति किल, रामः रामौ रामाः इति भवति. हा, समीचीनं भगिनि, समीचीनं. हा, तत्र एकारः अन्ते न, तत्र बहुवचने एकारः साधारणतया न पश्यामः. सत्यं भगिनि, हा, समीचीनं. अधः कानिचन वाक्यानि सन्ति, तेषु अधोरेखाङ्कितं शब्दम् उद्दिश्य किं शब्दस्य उचितानि रूपाणि उपयुज्य प्रश्नवाक्यानि लिखत. हा, अत्र इदं शब्दस्य महत्वं नास्ति, केवलं किं शब्दस्य एव अस्ति. हा, अस्तु. अतः तत्र यद् वयं पठितवन्तः तस्य कोऽपि उपयोगः नास्ति अस्मिन् अभ्यासे. हा, किन्तु कुर्मः. कृष्णः सेनयोर्भयोर्मध्ये रथं स्थापितवान्. हा, तत्र सेनयोः उभयोः मध्ये, उभयोः सेनयोः मध्ये रथं स्थापितवान् इति. तत्र प्रश्नवाक्यं किं भवति? कः सेनयोर्भयोर्मध्ये रथं स्थापितवान् इति एव भवति. अस्तु, समीचीनम्. हा, हा, सुलभः अभ्यासः इति मन्ये. पण्डिताः गतासून् अगतासून् च न अनुशोचन्ति. पण्डिताः कानि च न अनुशोचन्ति. हा, कान् इति, कान् न अनुशोचन्ति, कर्मपदमस्ति. गतासून् इत्युक्ते किं महोदय? ये गताः, तत्र दिवङ्गताः इति वदामः खलु. हा, नाम तत्र ये दिवङ्गताः, तत्र दिवङ्गताः इति विषये तत्र शोकं न कुर्वन्ति पण्डिताः. अपि आगतासून् अपि तत्र, तत् नाम तत्र जन्म मरणम् इति विषये ते, हा, ते शोचन् हा, ने, हा, ते न अनुशोचन्ति इति. सून् इति तत्र कोऽपि प्रत्ययः अस्ति भगिनि, इदानीं न स्मरामि, किन्तु तत्र गतायोगः सून् इति, तत्र सून् इति एव प्रत्ययः इति मन्ये भगिनि. हा, तत्र किन्तु तत्र विरलतया एतद् रूपं दृश्यते भगिनि. हा, भगवद्गीतायाम् एषः श्लोकः अस्ति, तत्र गतासून् अगतासून् इति. अस्तु महोदय. महोदय, अत्र किमस्ति, भगवान् वदति यः इदानीं गतवन्तः अपि च इदानीम् एव यः न गतवन्तः तस्य विषये पण्डिताः न अनुशोचन्ति इति. पुनः वदतु भगिनि. गतासून् इत्युक्ते यस्य स्वस्य गतः अपि च अगतासून् यः अस्ति इदानीम् इदानीमपि ये न गतवन्तः. सत्यं, सत्यं, तत्र, हा, सत्यं, धन्यवादः भगिनि. हा, तत्र, हा, धन्यवादः भगिनि, समीचीनं. तत्र गत इति तत्र आगतः इति न, किन्तु अगत, अगतासून् इति. गतासून् इति एकः, तत्र न अगतासून् इति अगतासून् इति. समीचीनं भगिनि, धन्यवादः. हा, आगतः इति न, किन्तु अगत, अगतासून् इति. समीचीनं भगिनि, अस्तु, धन्यवादः. अस्तु, हा, अग्रे तत्र इदानीं तत्र किं, हा, सुजाता भगिनि अग्रिमं करोति वा. आं महोदय. इन्द्रेण गर्भः आवृतः केन? केन गर्भः आवृतः? हा, अस्तु, समीचीनं. हा, हरिः पार्थाय ऐश्वर्यं रूपं दर्शय मास कया कया हरिः कया ऐश्वर्यं रूपं दर्शयामास कै तत्र कस्मै कस्मै खलु कस्मै न न पार्थाय इति पार्थाय देवाय कस्मै कस्मै इति अस्ति समीचीनम् अस्तु अग्रे तत्र गीताञ्जलि भगिनी अग्रे तपस्विभ्यः योगी अधिकः अत्र तपस्विभ्यः इति स्थाने केभ्यः हा समीचीनं पञ्चमी केभ्यः केभ्यः योगी अधिकः समीचीनम् अग्रे जातस्य मृत्युः ध्रुवः जातस्य कस्य मृत्युः ध्रुवः इति कस्य मृत्युः ध्रुवः समीचीनं भगिनि अस्तु अग्रे प्रिया भगिनि विषादेन अथोपस्थे उपाविशत् अत्र अथोपस्थे इति सप्तमी विभक्ति द्वौ प्रश्नं भवितुम् अर्हति अर्जुनः विषादेन कस्मिन् उपाविशत् अथवा अर्जुनः विषादेन कुत्र उपाविशत् समीचीनम् अस्तु हा अग्रे कल्याणकृत् दुर्गतिं न गच्छति कः दुर्गतिं न गच्छति हा समीचीनं हा कः दुर्गतिं न गच्छति समीचीनं भगिनि अस्तु अग्रे क्षम्यतां क्षम्यतां जातस्य मृत्युः ध्रुवः इत्युक्ते तत्र जातः जातः इत्युक्ते तत्र यस्य जननम् अभवत् तस्य मृत्युः ध्रुवः ध्रुवः नाम निश्चितः निश्चितः तत्र कोऽपि सन्देहः नास्ति तस्य मृत्युः निश्चितः एव इति तत्र ध्रुवः सर्टन् इति नूतनपदमस्ति ध्रुवः तत्र ध्रुवनक्षत्रः नाम तत्र अचर तत्र न चरति इति एकः अर्थः अन्यः अर्थः निश्चितः निश्चितः स्थाने एव अस्ति खलु तत्र ध्रुवनक्षत्रं निश्चितस्थाने एव अस्ति इति कृत्वा तत्र तत्र ध्रुवः नाम निश्चितः अस्तु अस्तु समीचीनं हा अस्तु भगिनि धन्यवादः भगिनि अस्तु शुभदा भगिनी अन्ते भवती एव तत्र प्रार्थना वदति वा भगिनि आं महोदय ॐ पूर्णमदः पूर्णमिदम् पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्तिश्शान्तिश्शान्तिः श्रीगुरुभ्यो नमः हरिः ॐ धन्यवादः महोदय